गतरविवासरे अस्माकं पाठः आसीत् भ्वादिगणः. तत्र भ्वादिगणे धातु तत्र तदनन्तरं शप् विकरणप्रत्ययः अस्ति, तयोः मेलनं कथं भवति इति इदानीम् अस्माकम् अभ्यासः अस्ति. तत्र भ्वादिगणः मुख्यगणः अस्ति, यतोहि तत्र उपसहस्रधातवः सन्ति, 997 धातवः सन्ति. अतः भ्वादिगणस्य कृते यदि कार्यं जानीमः तर्हि बहु धातूनां कृते कार्यं जानीमः इति. तर्हि इदानीं धातुः अस्ति शप् प्रत्ययः अस्ति. शप् प्रत्यय मध्ये केवलम् अकारः तिष्ठति, षकारस्य इत्संज्ञा भवति लशक्वत् अध्यते इति सूत्रेण, पकारस्य इत्संज्ञा भवति हलन्त्यम् इति सूत्रेण, तदनन्तरं तस्य लोपः इति सूत्रेण ते गच्छतः. अधुना धातुयोगः अ इति अस्ति. इदानीं धातु कीदृशी अस्ति इति दृष्ट्वा कार्यं भवति. बहुधा धातवः सामान्यधातवः सन्ति. सामान्यधातवः इत्युक्ते यत्र किमपि कार्यं न भवति, केवलं वर्णमेलनं, यथा वध, मील, मूष इति सर्वे. तर्हि अत्र केवलं वर्णमेलनं भवति. वद योग अ वद, मील योग अ मील, मूष योग अ मूष इति. तदनन्तरम् अस्माभिः दृष्टं यत् केचन धातवः सन्ति ये इदित् धातवः सन्ति, नाम उपदेशे धातुमध्ये ह्रस्व इकारस्य इत् संज्ञा भवति. तथा अस्ति चेत् इदितो नुम् धातोः इति सूत्रेण धातोः नुमागमः भवति. यथा अगि, अगि इति धातुः अस्ति, तत्र अगि मध्ये इदित् अस्ति, अगि तत्र नुम् भवति. नुम् मध्ये नकारः एव तिष्ठति, नकारः एव तिष्ठति. अतः कुत्र आगच्छति नकारः? मित् अस्ति, अतः मिदच्छ्योन्त्यात् परः इति सूत्रेण स्वरस्य अनन्तरं नकारः आगच्छति. तर्हि अगि मध्ये अग् अस्ति, तत्र अङ् इति अङ्गं भवति. अङ् अङ्गयोगः अ अङ्ग इति सिद्ध अङ्गं भवति, अङ्गति इति. तर्हि सामान्यधातवः 754 इति सन्ति. तदनन्तरम् अस्माभिः दृष्टम् इगन्तधातवः. इगन्तधातोः ये धातवः सन्ति येषाम् अन्ते इक् प्रत्याहारस्य वर्णः अस्ति, इ उ रु इति. तर्हि इ उ रु इति अस्ति चेत् किं भवति रघुपतिमहोदय? इगन्त अस्ति चेत् किं कार्यं भवति? गुणः भवति महोदय, शप् शप् शप् निमित्तिकस्य गुणः. सार्धातुकार्धातुकयोः, सार्धातुकार्धातुकयोः इति सूत्रेण गुणः भवति. सम्यक्. तर्हि सार्वधातुक अर्धातुकयोः इति सूत्रेण गुणः भवति. इकारः अस्ति चेत् एकारः, उकारः अस्ति चेत् ओकारः, ऋकारः अस्ति चेत् अर् इति भवति. तर्हि जि योगः शप्, तत्र प्रथमं तु जे योगः शप् भवति, जे योगः अ, तदनन्तरम् एचोयवायावः इति सूत्रेण जय इति अङ्गं भवति, तथैव भव, हर इति. अस्तु, तदनन्तरम् अस्माभिः दृष्टं यत् एजन्तधातवः सन्ति चेत्, एजन्तः नाम येषां धातूनाम् अन्ते ए ऐ ओ औ सन्ति, तत्र केवलम् एचोयवायावः इति सूत्रेण यान्तवान्तसन्धिः भूत्वा अङ्गं निष्पद्यते. तर्हि धेयोगः शप्, तर्हि धेयोगः अ धय इति भवति. गैयोगः शप् गाय. तर्हि अत्र सुमन् महोदयस्य प्रश्नः अस्ति, अत्र धाव् धाव् धातुः अस्ति, तत्र मया धातुपाठे पठितं, धातुपाठे पठितं धाव् यत् अस्ति महोदय, धावनकृते यत् धातुः अस्ति, तत् वस्तुतः धाव् धाव् एव धातुः अस्ति. धौ इति प्रायः कोऽपि भिन्नधातुः अस्ति. धावनकृते यत् धातुः अस्ति तत् धावु, धावु इति अस्ति. तत्र उपदे उपदेशे अजनुनासिक इति सूत्रेण उकारस्य लोपः भूत्वा धाव् इति भवति. तर्हि तत्र अस्य सूत्रस्य कार्यं न भवति, तत्र केवलं वर्णमेलनं, धाव इति अङ्गम्. अस्तु, तर्हि एतत् सर्वम् अस्माभिः पठितम्। इदानीम् अग्रे गच्छामः, यत्र धातु लघु इगुपध अस्ति, लघु इगुपध, लघु इगुपध इत्युक्ते लघु इक् उपध, यस्य धातोः उपधायां लघु इक् वर्णः अस्ति, नाम ह्रस्व इकारः, ह्रस्व उकारः, ह्रस्व ऋकारः अस्ति चेत् किं कार्यं भवति, इदमपि वयं जानीमः। तर्हि एकवारम् अग्रे पठामः लघु इगुपधातव इति। तर्हि मीना महोदय पठतु, अन्ये सर्वे म्यूट् कुर्वन्तु। कुत्रतः सावधातुः विद्यते केह? लघु लघु लघु इगुपधातव लघु इग् पॉइंट डी, डी अस्ति खलु, ए बी सी डी, लघु इग् उपद लघु उपद दातवः, लघु उपद दातवः, उपद नाम अन्तिमवर्णात् प्राक् यः वर्णः सः, यस्य धातोः उपदायां लघु इक् इ ऊर् अस्ति सः लघु इक् उपदद, लघु लघु इग् उपददातुः। शप् शित् अपि पित् पित् अपि अतः अङ्गस्य निर्माणार्थं द्वादिगणीय इग् उपधातूनां इग् उपधातूनां विकरणप्रत्ययः निमित्तकं गुणकार्यं नाम लघु इकः गुणः। पठतु पठतु। ओके, विकरणप्रत्ययः निमित्तकम् अङ्गकार्यं तदा धातुविकरणप्रत्ययोः मेलनं, शप् योगः शप् पुगन्तलघुपदस्य च शेत् भवति लघुपद इकारः अस्मात् चेत् योगः अ योगः चेत्, गुष् योगः शप् घोष, वृष् योगः शप् वर्ष, योगः अ योगः वर्ष, अनेन अङ्गं निर्मितं चेत् घोष वर्ष इति। पुगन्तलघु पठामि वा? आम्। पुगन्तलघुपदस्य च पुगन्तलघु केवलं प्रथमवाक्यं पठतु। कुत्र पुगन्तलघुपदस्य च इति सूत्र इति यद् लिखितमस्ति, केवलं प्रथमवाक्यं पठतु। पुगन्तस्य अङ्गस्य लघुपदस्य च इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे। अस्तु, तर्हि इति तु अस्माकं ज्ञातसूत्रमस्ति, तत्र पुगन्तलघुपदस्य च इति सूत्रं किं वदति, यत् यदि लघुपद अङ्गे अङ्गस्य उपधायां लघु इकवर्णः अस्ति, नाम लघु इकारः उकारः ऋकारः अस्ति, तदनन्तरं सार्वधातुक अथवा आर्धातुकप्रत्ययः अस्ति चेत् तस्य इकवर्णस्य गुणः भवति। अतः चित् योगः शप्, अत्र चित् मध्ये चित् अस्ति, अत्र ह्रस्व इकारः अस्ति, ह्रस्व इकारः अस्ति, अतः तत्र चेत् इति भवति चेत्, घुष् तत्र घोष, वृष् ततः वर्ष, तर्हि चेत घोष वर्ष, परन्तु अङ्ग तत्र महत्त्वम् अस्ति यत् उपधायां यत् इकवर्णः अस्ति तत् किं भवेत्, तत् लघु इकवर्णः भवेत्, दीर्घ अस्ति चेत् न भवति, यतोहि क्रीड् क्रीड् मध्ये क्रीडति एव भवति, क्रीडति न भवति, तथैव मील् मील् मध्ये मेलति इति न भवति, मीलति एव भवति। अतः पुगन्तलघुपदस्य च इति सूत्रेण लघु इकु इगुपद धातूनां कृते उपधावर्णस्य गुणकार्यं भवति इति अस्ति। तर्हि अग्रे समापयतु, तदा अङ्ग पठतु महोदय। पुगन्ते यस्य तत् पुगन्तं लघ्नि उपधा तत् मा पठतु, अग्रे अग्रे, तदा अङ्ग सिद्धतिङ्ग प्रत्ययोः मेलनं, तदा तदा अङ्ग सिद्धतिङ्ग प्रत्ययोः मेलनं यथा चित् योगः शप् चेत् योगः अ योगः चेत् चेत योगः चित् चेतति, गुष् योगः शप् घोष योगः अ घोष घोष योगः चित् घोषति, वृष् योगः शप् वर्षयोगः वर्षयोग अस्ति वर्षति. विशेषदातवः न. अस्तु, तर्हि धन्यवादः. अग्रे इदानीं तु सर्वे सामान्यधातवः सन्ति, यत्र न्यूनं कार्यम् एव भवति, नो चेत् यत्र केवलं वर्णमेलनं भवति. इदानीं केचन विशेषधातवः सन्ति, 46 धातवः सन्ति, तत्र बहु किमपि कार्यं भवति. तत्र सामान्यतया पूर्णधातोः स्वरूपम् एव परिवर्तते, तत्र विशेषधातवः सन्ति. इदानीं तर्हि पठामः. तर्हि रघुपति महोदय पठतु. विशेषधातवः अत्र षट्चत्वारिंशत् धातवः सन्ति. भ्वादिगणे केचन धातवः सन्ति, येषां विकारः भवति क्षितिप्रत्ययपरे, ते अधः सूचिताः. अयं विकारः धात्वादेश इत्युच्यते. गम् यं धात्वोः छकारादेशः. गम्ल गतौ गमनार्थे, यम उपरमे नियन्त्रणार्थे, नियच्छति नाम निग्रहं करोति, योगी इन्द्रियाणि नियच्छति. अस्मिन्नेव अर्थे यम् धातोः नियमयति भवति चुरादिगणे. अपि च भ्वादिगणस्य अस्य एव पाठस्य अग्रिमे सूत्रे दाण् दाने इत्यनेन दानार्थे यच्छति. अग्रे पठामि. चुरादिगणे यम् धातु ध्वादिगणे अपि अस्ति, चुरादिगणे अपि भवति. चुरादिगणे तत्र यमयति इति रूपं भवति, भिन्नं भवति. परन्तु अत्र किं ध्वादिगणे यच्छति इति. हा हा, परन्तु तस्य वस्तुतः तस्य अर्थः अस्ति, यम् धातोः वस्तुतः अर्थमस्ति नियन्त्रणं करणी, नियन्त्रणं कण्ट्रोल् करणम्. अत्र अत्र दानार्थे यच्छति भवति, अत्र भ्वादिगणीय. तर्हि यम् धातु अस्ति, यम् धातु इति नियन्त्रण अर्थे अस्ति. परन्तु एकं सूत्रमस्ति तत्र भ्वादिगणे यच्छ यम् इति तस्य अर्थ दानम् अपि भवति, तर्हि यच्छति भवति खलु, ददाति इति. तद् भिन्नं सूत्रमस्ति, परन्तु तस्य मूल अर्थमस्ति नियन्त्रणं. तत्र उपसर्ग यदा भवति तत्र नियन्त्रणं करोति, यथा योगी इन्द्रियाणि नियच्छति, योगी इन्द्रियाणि नियन्त्रयति, कण्ट्रोल् इति करोति, निग्रहं करोति इति. परन्तु तत्र धातु भवादिगणे अपि भवति, तत्र नियमयति इति रूपं भवति. तत्र एक सूत्रमस्ति, तत्र सूत्रे वयम् अग्रे पठामः. भ्वादिगणे यम् धातोः तस्य यम् धातोः उपयोगः दानार्थे अपि भवति. अस्तु, किन्तु उपसर्गः अस्ति चेत् नियमयति भवति. आम्, यत्र अथवा नियच्छति अपि भवितुं शक्नोति. अस्तु अस्तु, धन्यवादः. अस्तु. गम् योग शप् इषुगमियमां चः इत्यनेन मकारस्य स्थाने च अत्र गच्छ योगः अकार अथ अ चेच इत्यनेन चकार्यपरे संहितायां विषये ह्रस्वस्वरस्य तुक् आगमो भवति. आद्यन्तौ टकितौ इत्यनेन गकारोत्तरवर्ती अकारस्य अनन्तरं न तु पूर्वं. गच्छ योग अ स्तोश्चुनाश्चुः इत्यनेन सकारस्य तवर्गस्य च स्थाने षकारादेशः, षकारस्य च वर्गस्य च आदेशः भवति. षकारस्य च वर्गस्य च योजनेन गच्छ योग अ इति अङ्गम्. गम् योग इदानीं गम् योग शप् गच्छ योग अ गच्छ गच्छ योग तिप् गच्छति यथा तथैव यमयोग शप् यच्च मकारस्य स्थाने चकारादेशः अपि च छे च इति सूत्रेण तत्र तुगागमः भवति तुक् अस्ति इदानीं अग्रे चक चवर्गीयव्यञ्जनमस्ति अतः स्थोसनाचु इति सूत्रेण तवर् तकारस्य तुगागमस्य तकार यत् अस्ति तत्र तस्य चकारादेश भवति गच्छ यच्छ इति यच्छ योगति यच्छति अग्रे पठामि वा चकारादेशः भवति केवलं क्षितिपरे इति ध्येयं चकारादेशः अस्तु इशुगमीमां अस्तु चकारादेशः भवति यत् क्षितिपरे इति ध्येयं यतः अतः गच्छति परन्तु गमिष्यति यच्छति परन्तु यमिष्यति इति इष् धातुः इच्छति तुदादिगणे वर्तते अतः तस्य सूचना अत्र न दीयते अस्तु तत्र वदतु अत्र इच्छुगम्यां च इति सूत्रे शिप् शप् क्षितिपरे एव अस्ति अतः शप् क्षितिपरे एव अस्ति अतः यत्र शित् नास्ति विकरणप्रत्यय नास्ति तत्र गम् एव भवति तत्र च चकारादेशः न भवति अतः अत्र गमिष्यति इति अस्ति तत्र शित् नास्ति अतः गमिष्यति स्य प्रत्ययः अस्ति अतः गमिष्यति यच्छति इत्यस्य लिट्रकारे यमिष्यति इति रूपं भवति इष् धातुः अस्ति तत्र इषुगमीयां च इति सूत्रे अस्ति इष् धातुः अपि अस्ति परन्तु तत् सुगादिगणीय धातुः अस्ति अतः तस्य विषये वयम् अग्रे पठेम सम्यक् तर्हि त्रयः धातवः सन्ति इष् गम् यम् तेषां धातूनां कृते शित् प्रत्ययः परे अस्ति चेत् न केवलं शप् कोऽपि शित् प्रत्ययः पर अस्ति चेत् शत्रु अपि छानच् अपि कोऽपि शित् प्रत्ययः परे अस्ति चेत् तत्र मकारस्य स्थाने शकारः भवति तत्र गम् तस्य मकारस्य स्थाने शकारः यम् तस्य मकारस्य स्थाने शकारः इष् तत्र अपि शकारस्य स्थाने छकारः इति भवति इति इषुगमीयमां छः इति सूत्रं वदति तर्हि इदानीम् अग्रे इषुगमीयमां छः इति सूत्रं किं वदति इति दीर्घरूपेण पश्यामः तर्हि अग्रे सुमन् महोदय पठतु इषुगमीयमां छः अस्तु महोदय इदानीमेव पठितवान् खलु सूत्रम् आमां पठतु भवती पुनः पठामि न प्रथमवारमेव सूत्रम् इषुगमीयमां छः तत्र अग्रे अस्ति खलु यत्र सूत्रस्य तत्र चर्चा भवति तत्र इषुगमीयमां छः अस्ति अस्तु इषुगमीयां गमीयां छः इष् गम् यम् एषां छकार आदेशः भवति क्षितिपरे अलौन्त्यस्य इत्यनेन छ आदेशः अन्तिमवर्णस्य स्थाने न तु पूर्णधातोः स्थाने इषु च गमिश्च इषुश्च क्षम्यतां गमिश्च यम् च तेषाम् इतरेतर द्वन्द्वः इषु गमिष्यामः इषु गमीयमः क्षम्यताम् तेषाम् इषु गमि यमां तेषाम् इषु गमि गमीया अस्तु इतरेतर द्वन्द्वसमासः अस्ति तस्य षष्टि विभक्ति भवति इषु गमि गमि यमां षष्ट्यन्तं छः प्रथमान्तं द्विपदम् इदं सूत्रम् ष्टीवु क्ल मुच्यमां शिति इत्यस्मात् शिति इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अस्ति इषु गमीयमाम् अङ्गस्य छः शिति अस्तु एतत् सूत्रं वदति इष्ट धातु गम धातु यम धातु अस्ति चेत् तत्र मकारस्य स्थाने चकारः आदेशः एक्चुअली मकार अन्तिमवर्णस्य स्थाने चकारः आदेशः भवति इत्युक्ते इष्ट धातोः शकारस्य स्थाने चकारः आदेश गम यम तत्र मकारस्य स्थाने च आदेशः भवति सम्पूर्ण अनुवृत्तिसहितं सूत्रम् अस्ति इषु गमीय क्षम्यतां षित् प्रत्यय परे अस्ति चेत् मम प्रश्नः अस्ति इषु गमी यमां किम् अर्थं तत्र धातु अस्ति इषु वा मूलधातु इषु अस्ति किन्तु गम तु गमण अस्ति गमी अस्ति अग्रे एव लिखितमस्ति एक अग्रे एव लिखितमस्ति पठामः गमी किमर्थं भवति न एकनिमिष तत्र अत्र इषु गमीयमाम् अङ्गस्य छः शिति तर्हि इष् गम् अथवा यम् अस्ति चेत् अङ्गम् अस्ति चेत् धातु अस्ति चेत् षित् प्रत्ययपरे तत्र छकारः आगच्छति अलोन्त्यस्य इति सूत्रेण अन्तिमवर्णस्य स्थाने छकारः भवति तर्हि पश्यतु अत्र निमित्तमस्ति षित् परे नास्ति चेत् छकारः न भवति तर्हि वादिगणे शप् अस्ति अतः तस्य तत्र छकारः भवति शतृशानच् अस्ति चेदपि शकाशित् अस्ति अतः तत्र छकारः भवति परन्तु लृट् लकारे तत्र शप् षित् प्रत्ययः नास्ति परे खलु तत्र छकारः न भवति अतः गमति गच्छति अस्ति परन्तु लृट् लकारे गमिष्यति अस्ति यच्छति अस्ति परन्तु लृट् लकारे यमिष्यति अस्ति इच्छति अस्ति परन्तु लृट् लकारे एषिष्यति अस्ति तत्र छकारः न आगच्छति तत्र छकारः कदा आगच्छति तदा एव आगच्छति यदा अग्रे षित् प्रत्ययः अस्ति इति तस्य तत्र मस्तिष्के स्थापनीयं तत्र सर्वत्र न भवति केवलं कृदन्तप्रत्यय पश्यति चेदपि तथा एव खलु इष्टवान् तत्र परन्तु शत्रिप्रत्ययः अस्ति चेत् तत्र इच्छतः इच्छन् भवति गच्छन् भवति अस्तु तदा इदानीम् अग्रे प्रश्नः अस्ति इषु गमीयमाम् अत्र इषु किम् अस्ति इषु इति अस्ति इष् धातोः तत्र उपदेशधातुः अस्ति इषु तत्र उकारस्य उपदेशे अनुनासिक इति सूत्रेण संज्ञा भूत्वा लोपः भवति अतः इष् इति तिष्ठति गमीयमां तत्र गमीयमां तत्र महोदय ध्वनि अस्ति तत्र वासुदेवन् गोत्तमं क्रीन् क्रीन् मया म्यूट् कृतं तर्हि तत्र इषु गमीयमां छः इति सूत्रेण तत्र भवति हा तत्र अग्रे किमस्ति तत्र अग्रे भवति यत् किमस्ति कुत्र अस्ति अहं हा तत्र इषु अस्ति यं मध्ये तु यम् इति लौकिकधातुः अस्ति परन्तु यथा सुमन् महोदया पृष्टं गमी किमर्थं भवति गमी किम् अस्ति तत्र उपदेशधातुः अस्ति गम् लृ मूल लौकिकधातुः अस्ति गम् तर्हि गमी इत्युक्ते किं तर्हि तस्य उत्तरम् अग्रे एव दत्तमस्ति तदा वयं पठामः तत्र अपि मुख्यबिन्दुः अस्ति तत्र महत्त्वपूर्णबिन्दुः अस्ति तत्र अतः किञ्चित् ध्यानेन पठनीयं सुमन् महोदय अग्रे पठतु प्रश्नः उदेति अस्तु धन्यवादः महोदय. प्रश्नः उदेति सूत्रे किमर्थं गम् धातोः गमि इति रूपम्. सानुबन्धधातु गम् गम् निरनुबन्धधातुश्च गम् कथं वा गमि. सम्पूर्ण पठित्वा उत्तरम् अस्ति इक्षितपौ धातु निर्देशे इति वक्तव्यम् इति वार्तिकम्. अनेन द्वौ प्रत्ययौ स्तः याभ्यां सह धातुरूपं प्रदर्शयति सूत्रेषु. द्वौ प्रत्ययौ इक् शितप् च प्रत्ययोः अर्थः अस्ति धातुः एव धातुनिर्देशः अपि च सूत्रेषु एव द्वयोः प्रत्ययोः उपयोगः न तु लोके अपि च सूत्रेषु एव द्वयोः प्रत्ययोः उपयोगः न तु लोके. अस्तु इक् प्रत्ययस्य एकम् एव प्रयोजनं सूत्रालङ्कारः छन्दः च. छन्दः तथा स्यात् तस्मिन् सूत्रे अतः छन्दसः कृते सूत्रकारेण इक् प्रत्ययः संयोजितः. स्टिप् प्रत्ययस्य अपि अलङ्कारप्रयोजनं तु अस्ति एव. ततः अग्रे अन्यत् एकं प्रयोजनं भवति यत् अग्रिमसूत्रस्य प्रसङ्गे उच्यते. अस्तु इदानीं तु किम् अर्थम् इति अस्तु वयं भवान् एव उक्तवान् अत्र प्रथमवाक्यं द्वितीयवाक्यं द्वितीयवाक्यमपि अस्ति उपदेशिकरूपम् अस्ति गम् लौकिकरूप अस्ति गम् अतः इदानीं गमि किमर्थं वदामः इति तत्र इक् प्रत्यय अस्ति द्वौ प्रत्ययौ स्तः इक् अपि च स्टिप् अहं चिन्तयामि इक् प्रत्यये ककारः लोपः भवति हलन्त्यं च सूत्रेण अतः इकार एव तिष्ठति. तत्र गम् योगः इकारः अस्ति चेत् गमी भवति किन्तु सम्यक् न अवगच्छामि का किमर्थं योजनम् तत्र अपि च अत्र स्वरूप महोदय वदति एतयोः प्रत्ययोः तु तस्य प्रयोजनं सूत्रे एव भवति न तु लोके इत्युक्ते व्याकरणे एव किन्तु लौकिकरूपं न भवति लोके न भवति. तत्र छन्दः नो चेत् अलङ्कारः सन्दर्भे योजयामः इति किन्तु अत्र किम् किमर्थं वदन सुलभम् इति तत्र छन्द अस्ति खलु इषु भमि छन्दः अस्ति खलु म्यूसिकल् अस्ति अस्तु तर्हि धन्यवादः महोदय अत्र किमस्ति तथा यथा अत्र एक वार्तिकम् अस्ति इक्षितपौ धातु निर्देशे इति वक्तव्यं नाम इक् प्रत्ययः अस्ति नो चेत् ष्टि प्रत्ययः अस्ति धातु अनन्तरं तस्य अर्थ धातु एव भवति तस्य प्रत्ययस्य कार्यं किम् अस्ति धातुनिर्देशः नाम धातु अनन्तरम् इक् प्रत्ययः यदि भवेत् अथवा धातु अनन्तरं ष्टि प्रत्ययः यदि भवेत् तयोः अर्थः एकः एव तस्य अर्थः अस्ति धातुनिर्देशः तद् धातुः एव निर्दिष्टति नाम गमि इति गम् योगः इक् प्रत्ययः अस्ति तत् गमि भवति तस्य अर्थः अस्ति गम् धातुः एव निर्दिशति अतः तत्र इक्ष्टिपौ धातुनिर्देशः कृते भवति तर्हि प्रश्नः उदेति यत् धातुः इति यदि एव अस्ति निर्देशः तर्हि प्रत्ययस्य किमर्थं किं प्रयोजनं धातुः एव स्थापयतु तर्हि सत्यमस्ति अतः बहुत्र सूत्रेषु केवलं धातुः एव तत्र अस्ति परन्तु कुत्र कुत्र अत्र इक् अथवा ष्टि प्रत्ययः अपि भवति तयोः प्रयोजनं केवलम् अलङ्कारः अथवा छन्द यत्र तत्र सूत्रे छन्दः भवति अतः तत्र पाणिनिना इक् अथवा ष्टि प्रत्ययः स्थापितम् अतः एतौ प्रत्ययौ केवलं सूत्रेषु भवन्ति सूत्रेषु भवतः लोके लोके अनयोः प्रत्ययोः किमपि कार्यं नास्ति केवलं सूत्रेषु भवतः इक् अथवा अस्ति तेषां प्रयोजनमस्ति छन्दः करणीयम् अतः सूत्रेषु छन्दः भवेत् अतः प्रत्ययः तत्र स्थापितं तयोः अर्थः एकमेव धातुनिर्देशः अतः इषु गमीयमां तत्र गमीयत् अस्ति तत्र तस्य अर्थः गमेव अस्ति तर्हि वदतु एकमस्ति इक् इक् इक् प्रत्ययस्य केवलम् एकमेव अस्ति अलङ्कारः अथवा छन्दः परन्तु ष्टि प्रत्ययस्य अन्यम् एकम् अपि प्रयोजनम् अस्ति अलङ्कारं विहाय तत् अग्रे वयं पठामः किमस्ति अलङ्कारछन्दः समान किं छन्दः इत्युक्ते अत्र अलङ्कारः इत्युक्ते किं तस्य अलङ्करणीयं नाम तत्र ब्यूटिफिकेशन् करणीयं छन्दः इत्युक्ते तत्र किमपि सङ्गीत मीटर् अस्ति तत्र अत्र तस्य सूत्रस्य अत्र सूत्रे अलङ्कारः अपि भवति छन्दः अपि भवति किन्तु अलङ्कार एकनिमिष किम् अलङ्कारः अत्र अलङ्कार केवलं तत्र अत्र अलङ्कार इत्युक्ते तत्र उपमा इति किमपि नास्ति तत्र भाषायाम् अस्ति अलङ्कार किमपि डिफ्रेण्ट् स्टैल् अत्र स्टैल् अस्ति किमपि अन्यत् नास्ति एकम् उदाहरणम् अलङ्कारस्य उदाहरणम् उपमा अलङ्कारं किं प्रस्तुत अप्रस्तुत अलङ्कारम् एतत् सर्व अनन्तरं काव्यलिङ्ग चिन्तयामि अत्र अहं चिन्तयामि एकनिमिष अत्र अहं चिन्तयामि अत्र अलङ्कारस्य तत्र वैयाकरण अलङ्कारः नास्ति अत्र केवलं ब्यूटिफिकेशन् इति अर्थे लिखितमस्ति सूत्रे अलङ्कारकरणीयम् अनन्तरं छन्दस् इत्युक्ते सृष्टुप् छन्दः अस्ति अनन्तरं गायत्री बहूनि महोदय इतोपि एकः प्रश्नः अस्ति ष्टिप् अस्ति चेत् तत्र ति एव तिष्ठति अस्तु भवती एव चिन्तयतु गम् योगः ष्टिप् रूपं किं भवति तत्तु किञ्चित् कठिनं खलु नास्ति भवती भवती कर्तुं शक्नोति गमति न न न कठिनं न किमपि कठिनं नास्ति वक्तव्य कठिन गमति न न गम् योगः स्टिप् तस्य रूपं किं भवति भवती जानाति न गमति कथं भवति शीत् अस्ति खलु ओ तत्र गच्छा आदेश भवति गच्छति न तत्र पुनः गच्छि भवति गच्छि तत्र चिन्तयतु गच्छ गम योगः स्टिप् प्रथमं वदतु स्टिप् मध्ये किम् अवशिष्यते ति ति तर्हि गच्छ गम योगः ति इदानीं स्टिप् प्रत्यय सार्वधातुक अस्ति वा एकनिमिष स्टिप् प्रत्यय सार्वधातुक अस्ति वा केन सूत्रेण सार्वधातु तिङ्क्षित् सार्वधातुकं तर्हि तिङ्क्षित् सार्वधातुकम् इति सूत्रेण षित् अस्ति अतः सार्वधातुक अस्ति अहं वदामि तत् कर्त्रर्थे अपि भवति तर्हि स्टिप् प्रत्ययः सार्वधातुक अपि अस्ति कर्त्रर्थे अपि भवति अतः किं भवति शप् आदेशः भवति केन सूत्रेण कर्तरि शप् तर्हि गम् योगः शप् योगः स्टिप् तर्हि गम् योगः अ योगः तिप् ति किं रूपं शप् तु षित् अस्ति अतः इदानीं तु इषु गमियमां छः सूत्रेण मकारस्य स्थाने छ आदेश भवति गच्छ भवति अनन्तरं गच्छ भवति ओ अस्तु इदानीं तु अस्तु गच्छति भवति गच्छति भवति यथा तिप् प्रत्ययः अस्ति तथैव तिप् प्रत्ययरूपं समानम् अस्ति परन्तु अर्थभिन्नम् अस्ति तिप् प्रत्ययः अस्ति चेत् तत्र तिङ्गन्तपदम् अस्ति प्रथमपुरुषे एकवचनं गच्छति सः रामः गच्छति इति तिप् प्रत्ययः अस्ति चेत् गच्छति तस्य अर्थः अस्ति गम् धातु तर्हि बहुत्र सूत्रेषु तिप् प्रत्ययः अपि अस्ति तत्र सूत्रेषु लिखितमस्ति गच्छति अथवा किमपि अन्यं पठति किमपि तत्र सूत्रस्य तत्र प्रयोजनम् अस्ति स्टिप् प्रत्ययेन धातोः निर्देशः तर्हि स्टिप् प्रत्ययस्य रूपं तिप् प्रत्ययः एव अस्ति आम् आं सत्यं यतः तत्तु सार्वधातुक अस्ति कर्तरि शप् अपि कार्यं करोति आम् अस्तु ओ अस्तु अस्तु गमयोगः इक् तत्र गमी भवति गमयोगः स्टिप् गच्छति भवति तर्हि इतोपि धन्यवादः महोदय अहं प्रश्नं पृच्छामि कः अस्ति अरुणा महोदय धन्यवादः महोदय धन्यवादः अरुणा महोदय अस्ति आं महोदय तत्र इक् इक् इक् प्रत्ययः अस्ति तत्र ककारस्य किं प्रयोजनं यत्वा न एव महोदय इक् इक् अद्यन्तौ टकितौ इति सूत्रे अन्ते आगच्छति न तदपि अस्ति आद्यन्तौ टकितौ इति न तत्र तु किमपि नास्ति यतोहि प्रत्ययः एव अस्ति प्रत्ययः तु अनन्तरमेव अस्ति अतः तत्र आद्यन्तटको इति महोदय अत्र इक् आगमः नास्ति खलु प्रत्ययः अस्ति अतः आद्यन्तटकितौ इति नास्ति गुणकार्यं न भवति परन्तु स्टिप् प्रत्ययः अस्ति चेत् धातुमध्ये गुणकार्यं भवति यतोहि षितपि अस्ति पितपि अस्ति इति चिन्तनीयम् अस्तु अस्ति एव गुणः भवति न महोदय शिति षकार अपि अस्ति पकार अपि अस्ति द्वयोः अस्ति खलु ओके अस्तु अग्रे पठतु महोदय गम् धातोः इक् प्रत्ययः क्षम्यतां महोदय अन्यत् पठतु महोदय करपुस्तकं भवान् किमपि उक्तवान् तस्य एकः प्रश्नः अस्ति. भवान् उक्तवान् इक् तु आगमः न भवति, प्रत्यय एव अस्ति. किन्तु अहं चिन्तयामि वयं पूर्वं पठितवन्तः यत्र वयं न ज्ञातुं शक्नुमः खलु आदेशः भवति वा आगमः भवति वा इति. कथं ज्ञातुं शक्नुमः चेत् तत्र प्रत्यय पश्यामः, टित् अस्ति चेत् आगमः, मित् अस्ति चेत् आगमः, कित् अस्ति चेत् अपि आगमः इति. अतः अत्र आगमः अत्र तु अत्र वार्तिकम् अस्ति, तद् वार्तिकं 33108 सूत्रकृते भवति. तत्र 33 इति प्रत्ययः अस्ति खलु, प्रत्ययस्य अधिकारः अस्ति. अतः तत्र इदं दृष्ट्वा तु वयं ज्ञातुं शक्नुमः प्रत्ययस्य अधिकारे अस्ति. अतः अत्र इक् स्टिप् प्रत्ययाः सन्ति, प्रत्ययाः सन्ति अत्र. तत्र आद्यन्तटकितौ इति सूत्रस्य प्रयोजनमेव नास्ति. प्रत्ययः तु सर्वदा अनन्तरम् आगच्छति खलु, धातोः परश्च अधिकारमस्ति खलु परश्च इति. सत्यं, किन्तु आद्यन्तटकितौ अहं सूत्रसङ्ख्या न स्मरामि. तत् सूत्रं कुत्र प्रथम अस्ति, प्रथमपाठे अस्ति. आद्यन्तटकिते सूत्रस्य कार्यमस्ति केवलम् आगमनां कृते, न तु प्रत्यय अथवा आदेश. किन्तु कुत्र कुत्र वयं दृष्टवन्तः, कथं ज्ञातुं शक्नुमः आदेशः भवति वा आदेशः आगमः, सर्वे तु प्रथमा सन्दर्भ दृष्ट्वा पाठस्य सूत्रस्य संख्यां दृष्ट्वा वयं ज्ञातुं शक्नुमः यत् आदेशः अस्ति अथवा प्रत्ययः अस्ति अथवा किम्. तत्र तु चिन्ता नास्ति. अस्तु अग्रे अरुणा महोदय पठतु. गम् धातोः इक् प्रत्ययधातुनिर्देश. गम् धातोः इक् प्रत्ययः धातुनिर्देशः निर्देशे इषु गमे यमां च श्रुतपठमः इति सूत्रे गम्लु योगः इक् अनुबन्धलोपे गम् योगः इ गमे इति रूपम्. अत्र यङ् लुक् इत्यस्य प्रसङ्गः नास्ति, यतोहि सूत्रस्य निमित्तं षित् यस्मात् सार्वधातुकप्रकरणे एव प्रसक्तिः. यङ् लुक् च आर्धधातुकप्रकरणे अस्ति, अतः इक् प्रत्ययस्य प्रयोगः केवल सूत्र शैलत्थं गमि धातुनिर्देशे. अत्र इषु गमि यमां च सूत्रे गमे इति रूपमस्ति. गमि कथम् आगच्छति इत्येते सूत्रे गम्रलु धातु स्वीकृत्य मूलधातु योगः इक् अनुबन्धलोपानन्तरं गम् उपदेशजनासिक् इति सूत्रेण लोपः भवति. इक् प्रथमम् इक् संज्ञा, तदनन्तरं तस्य लोपः. इक् ऐक् प्रत्यये हलन्त्यम् इति सूत्रेण लोपः भवति. अनुबन्धलोपानन्तरं नामयोगः इ गमे इति रूपं. किमर्थं तत्र यङ् लुक् इत्यस्य प्रसङ्गः नास्ति इति चर्चा अस्ति. किमर्थम् इति अस्ति निमित्तं क्षिति परे अत्र कार्यं न प्रसङ्गः नास्ति. किमर्थम् इत्युक्ते क्षित् धातु परे क्षितिपरे एव कार्यं भवति. इक् इति प्रत्ययस्य एकमेव कार्यं, तत्र अलङ्कारः, छन्दः अथवा एकशैली अस्ति. गमि अन्य किमपि नास्ति अत्र. गमि आगमो भवति चकारे परे. तुक् खित् अस्ति, अतः आद्यन्तौ टकितौ इत्यनेन यस्य आगमः अस्ति अत्र हस्वस्वरस्य तस्य अन्ते आयाति. छे सप्त्यमन्तं च अव्ययपदं द्विपदमिदं सूत्रं. हस्वस्य पितिकृते तुक् इत्यस्मात् ह्रस्वस्य चुप् इत्यनयोः अनुवृत्तिः संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं ह्रस्वस्य चुप् छे संहितायां सूत्रं वदति ह्रस्वस्वरस्य अस्ति चेत् चुक् आगमः भवति निमित्तमस्ति चकारः तदुक् इति प्रकारप्रत्ययः ततः आद्यन्तो टकितोतसूत्रेण अन्त्य अश्वस्वरस्य अन्त आगच्छति गम् धातो गम् अत्र अकार तकारस्थाने आकारस्थाने अनन्तरं तकार आगच्छति अस्पश्यतु तदेव अत्र अनुभूतिसहितसूत्रं वदति हस्पश्यतु छे च संहितायाम् इति तर्हि तदनन्तरं चकारपूर्वं तकार आगच्छति छेचा तर्हि अत्र छेच इति सूत्रं किं वदति ह्रस्वस्वरः अस्ति तस्य अनन्तरं झकारः अस्ति चेत् ह्रस्वस्वरस्य तुकागमो भवति तुकागमः इत्युक्ते तत्र केवलं तकारः एव तिष्ठति आगमः अस्ति अत्र इदानीम् आद्यन्तटकितौ इति सूत्रेण कित् अस्ति अतः यस्य आगमः भवति तस्य अनन्तरं भवति अत्र ह्रस्वस्वरस्य आगमः भवति अतः ह्रस्वस्वरात् अनन्तरं भवति तर्हि ह्रस्वस्वरः तदनन्तरं छकारः अस्ति चेत् तत्र ह्रस्वस्वरः प्लस् तकारः प्लस् छकारः इति भवति छेच इति सूत्रेण अतः गम् योगः शप् मतलब् गम् योगः अ अस्ति चेत् अत्र इषु गमयामां छः इति सूत्रेण प्रथमं तु गच्छ योगः अ भवति अत्र गच्छ मध्ये गकारोत्तरवर्ति ह्रस्व अकारः अस्ति तदनन्तरं छकारः अस्ति अतः ह्रस्व अकारस्य तुकागमो भवति ग अ त छ गच्छ ग त छ इति भवति इदानीं तकारः छकारः तत्र स्पर्शं भवति अतः स्तोश्चुनाश्चुः इति सूत्रेण तकारस्य स्थाने चवर्गीयवर्णः आगच्छति तकारस्य चवर्गीयवर्णः अस्ति चकारः अतः ग त छ भवति गच्छ अतः गच्छ योगः अगच्छ इति अङ्गं भवति तथैव यच्छ इति अङ्गं भवति इति वार्ताम् इति कार्यमस्ति इच्छ इति अङ्गं भवति गच्छ इच्छ यच्छ तत्र प्रथमं तु इषुगमयमांशः तदनन्तरं छेच तदनन्तरं स्तोश्चुनाश्चु इति सर्वे अवगच्छन्ति वा कथं भवति यङ्ग् लुक् इत्यस्य प्रसक्तिः नास्ति इत्युक्ते किं तत्र अत्र अत्र मा पठतु अत्र यङ्ग् लुक् तत्र विषयः एव नास्ति अत्र तस्य अत्र तत् पठामः चेत् तत्र किञ्चित् भ्रमः भवेत् अतः अत्र त्यजतु तत्र यदा आगच्छति तदा वयं पठामः सर्वे आगच्छन्ति वा तर्हि धात्वादेशः भवति गम् कृते गच् यम् कृते यच् इष् कृते इश्च इच् परन्तु इच् धातु तु तुदादिगणे अस्ति अतः तत्र अस्य कार्यं किमपि कार्यं नास्ति सर्वे आगच्छन्ति खलु अस्तु अग्रे पठामः तर्हि अग्रे किमस्ति धन्यवादः महोदय अग्रे रघुवीर महोदय अस्ति वा महोदय पठतु महोदय कुतः पठामि महोदय प्रश्नः उदेति वा पा आदि धातूनां न बहु अग्रे तत्र छे च इति सूत्रमस्ति खलु तस्य अनन्तरं पा आदि धातूनां धात्वादेशः येषां धातूनां धात्वादेशो भवति क्षितिपरे आघ्राध्मास्थाम्ना दान् दृशि अर्ति सर्ति षद् षद सदां पिब्जिग्रधम तिष्ठ मन यच्छ पश्य रुच्छ धौ शीयसीदाः ओ महोदय बहु दीर्घसूत्रमस्ति. पाघ्राध्मा इत्यादीनां स्थाने पिब धिग्र धम एते आदेशाः भवन्ति क्षितिपरे, केवलं क्षितिपरे इति ध्येयम्. अतः पिबति परन्तु पास्यति इति. पाश्च घ्राश्च धमाश्च सदा सद् च तेषाम् इतरेतरद्वन्द्वः आघ्राध्मास्ताम्ना दान् दृशि अर्ति सर्ति षद् सद सदः. तेषाम् आघ्राध्मास्तास्नादान् दृशि अर्ति सर्ति षद सदाम् पिबश्च जिग्रश्च धमश्च सीदश्च तेषाम् इतरेतरद्वन्द्वः पिब जिग्र धम तिष्ठ मन यच्छ पश्य रुच्च धौशीय सीदाः आघ्राध्मास्ताम्ना दान् दृशि अर्ति सर्ति षद सदाम् षष्ट्यर्थम् पिब जिग्रध्म तिष्ठ मन यच्छ पश्य रुच्च धौशीय सीदाः प्रथमान्तं द्विवदमजं सूत्रम्. स्ट्वीकुल् स्टीवु स्टीवु कल्मुचमां क्षिति स्टीवु कल् कल मुचमां क्षिति. महोदय सम्यक् वा? स्टीवु क्लमुचमां स्टीवु क्लमुचमां स्टीवु क्लमु चमां क्षिति इत्यस्मात् स्टीवु क्ल मुचमां क्षिति इत्यस्मात् क्षिति इत्यस्य अनुवृत्तिः. अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं पाघ्राध्मास्तां ना दान् दृशि अर्ति सर्ति सद सदाम् अङ्गस्य पिबजिग्रधम तिष्ठमन यच्च पश्य रुच्छ धौ क्षीय सीदाः क्षिति. अत्र केवलं सूत्रं सूत्रं बृहत् अस्ति परन्तु बहु सरलम् अस्ति. धातवादेशः साक्षात् रूपेण लिखितम् अस्ति. पा अस्ति चेत् षित् प्रत्ययपरे अस्ति चेत् पिब भवति, घ्रा अस्ति चेत् जिघ्र भवति, ध्वा अस्ति चेत् धम भवति, स्था अस्ति चेत् तिष्ठ भवति, म्ना अस्ति चेत् मन भवति, दान् अस्ति चेत् यच्छ भवति, दृशि अस्ति चेत् पश्य भवति, अर्ति अस्ति चेत् ऋच्छ भवति, सर्ति अस्ति चेत् ऋच्छ भवति, षद् अस्ति चेत् शीय भवति, सद् अस्ति चेत् सीद भवति. तर्हि पश्यतु, इदं सूत्रम् इषुगमयमां चः इति सूत्रस्य अनन्तरमेव आगच्छति. तर्हि इषुगमयमां चः पाघ्राध्मा इति धातुवादेशकृते सूत्रे स्तः, षित् प्रत्यये परे अस्ति चेत् धातुवादेशः भवति इति सूत्रयोः कार्यमस्ति. तर्हि अत्र पश्यतु, अत्र किञ्चित् किञ्चित् बिन्दवः सन्ति. अत्र पश्यतु, अत्र दाण् इति अस्ति खलु, दाण् तत्र दाण् स्थाने यच् इति लिखितमस्ति. तर्हि अतः वयं ज्ञातुं शक्नुमः षित् प्रत्यये परे अस्ति चेत् दाण् इत्युक्ते दाण् अर्थे यत् धातु अस्ति, दा धातु, तस्य स्थाने यच् भवति. तर्हि यं धातु यत् अस्ति तस्य रूपं यच् भवति, तत् नियन्त्रणकृते अपि भवति अथवा अत्र यच् कृते दान अर्थे अपि भवति. तर्हि एकम् अस्ति. तदनन्तरं वयं जानीमः पा स्थाने पिब, घ्रा स्थाने जिघ्र, स्था स्थाने तिष्ठ, दृश् स्थाने पश्य इति वयं जानीमः. तत् कुतः आगच्छन्ति? अत्र सूत्रमस्ति खलु, ततः आगच्छति. तदनन्तरं पुनः अस्ति अग्रे अर्ति. अर्ति अत्र अर्ति किम् अस्ति? अर्ति अत्र ष्टिप् प्रत्ययः अस्ति. ष्टिप् प्रत्ययः अस्ति, सर्ति अपि ष्टिप् प्रत्ययः अस्ति. तद् वस्तुतः तयोः अर्थः अस्ति ऋ इति धातु अथवा सृ इति धातु. सृ न किमस्ति सर्ति रूपम् अत्र दत्तमस्ति महोदय. अग्रे लिखितमस्ति. सम्यक्. तर्हि तत्र अर्ति शर्ति तत्र किमस्ति? तत्र केवलं स्टिप् प्रत्ययः अस्ति, तयोः अर्थः अस्ति धातुनिर्देशः इति. अस्तु अग्रे भवान् एव पठतु महोदय. पुनः षित् प्रत्यय परे खलु, अतः पश्यति किन्तु दृष्टवान् दृष्टवती. यथा लृट् लकारे न भवति, यथा पास्यति, घ्रास्यति, खास्यति, द्रक्ष्यति, तत्र तत्र पिब पिब जिघ्र इति किमपि न आगच्छति. तत्र केवलं षित् प्रत्यय अस्ति चेत् तत्र नाम अत्र भवादिगणे शप्रत्यय अस्ति अथवा शत्रुशानच् अस्ति, तत्रैव भवति. अस्तु महोदय, भवानेव अग्रे पठतु. आं महोदय, अत्र पुनः प्रश्नः उदेति, किमर्थं रु धातोः अर्ति इति रूपं, सृ धातोः सर्ति इति रूपम्? अत्रापि इक्षितपौ धातुनिर्देशे वार्तिकं वार्तिकम् इति वार्तिकेन अस्मिन् पर्याये ष्टिप् प्रत्ययः न तु इक् ऋ धातुः योगः स्टिप्. महोदय सम्यक् वा तस्य उच्चारणं? स्टिप् स्टिप् स्टिप् अनुबन्धलोपे ऋकारयोगः इति स्टिप् स्थित्वात् सार्वधातुकः यस्मात् कर्तरि शप् इत्यनेन शप् ऋ योगः शप् योगः इति सूत्रछन्दसः कृते अदादिकधातुः अर्ति इत्यर्थम् अदिप्रभृतिभ्यः शपः इत्यनेन शपः लुक् ऋ योगः इति स्टिप्पः सार्वधातुकत्वात् पित्वात् च सार्वधातुकार्धधातुकयोः इत्यनेन गुणः भवति. अर् योगः ति अर्ति तथैव सृ योगः स्तिप् सर्ति भवति. किं लिखितं महोदय? तत्र ऋ धातु यदस्ति तद् अर्ति इति किमर्थं दत्तं सूत्रे इति यदि पृच्छामः चेत् तर्हि इक्षितपौ धातुनिर्देशे इति वार्तिकम् अस्ति, तद् वार्तिकदृष्ट्या ष्टिप् प्रत्ययः भवति न तु इक्. ऋ धातुः योगः ष्टिप् प्रत्ययः अस्ति चेत् तत् तर्हि अनुबन्धलोपेन ऋ शकारः पकारः अपि लोपं भवति महोदय, ति एव अवशिष्यते, तर्हि ऋ योगः ति. षित् स्टिप् प्रत्ययः षित् अस्ति, कर्तरि शप् तत्र प्रयोगं कर्तुं शक्यते, अतः तत्र ऋ योग शप् विकरणप्रत्यय योगः ति इति अस्ति महोदय. तत्र सूत्रछन्दसः कृते अदादिकधातुः अर्ति इत्यर्थं महोदय, तत्र सूत्रछन्दसः कृते इत्युक्ते किं महोदय? न अत्र अत्र अत्र पश्यतु, स्टिप् प्रत्ययस्य मुख्यप्रयोजनमस्ति सूत्रछन्द, सूत्रः छन्दः भवेत्, सूत्रे छन्दः भवेत्, अतः छन्दस्य छन्दसः कृते नाम सूत्रे छन्दः भवेत् इतस्मिन् कारणात् क्षम्यताम् इतस्मात् कारणात् पाणिनिना किं कृतं, रु धातु इति आदादिकधातु नाम अदादिगणीयधातु सः करोति. रु धातु वस्तुतः तु भवादिगणीय एव अस्ति, परन्तु छन्दसः कृते सः अदादिकधातुः नाम अदादिगणधातु करोति, अदादिगणधातु करोति, अतः अदिप्रभृतिभ्यः शपः इति सूत्रेण शपः लुक् भवति, लोपः भवति, अतः रियोगः शप् योगः ति, तस्य रियोगः ति भवति केवलं छन्द कृते. तद् भवादिगण नास्ति वा? न, रु धातु भवादिगणीय एव अस्ति, छन्द कृते सः करोति महोदय. यङ्ग् लुक् भिन्नम् अस्ति महोदय, अत्र नास्ति तर्हि अत्र सूत्रमस्ति खलु, अत्र रु इति धातुः अस्ति, घति प्रापणयोः भवादिगणीयधातुः अस्ति भवादि, अत्र सूत्रपाठे लिखितम् अस्ति, अत्र केवलं छन्दसः कृते पाणिनिना अदादिगणीयधातु अदादिगणीयधातु कृतः, अतः तत्र अदादिगणीयधातुः कृतः, अतः तत्र ऋकार शपः लोपः भवति लुक्, अतः रियोगः ति, रियोगः ति महोदय किं भवति वदं महोदय, षित् अस्ति तर्हि कर्तरि शप् इति आगच्छति, किन्तु अदादिप्रभृते शपः इति अनेन शपः लोपः भवति, शपः लुक्, अतः ऋयोगः ति, किन्तु तत् पित् अपि अस्ति, अतः सार्वधातु सार्वधातुयोः इत्यनेन गुणः भवति, तत्र ऋ अर् भवति, तर्हि अर् योगः ति इति योजनेन अर्ति इति भवति. सम्यक्, तथैव श्रीधातुः अस्ति, तत्र श्रु मध्ये श्रुयोगः श्तित्, तत्र श्रु कर्तृशप् इति सूत्रेण श्रुयोगः शप् योगः श्तित्, पुनः तत्र छन्दसः कृते अदादिगणीयधातुः चिन्तयित्वा शपः लुक् भवति, तत्र श्रुयोगः श्तित् श्रुयोगः ति सर्ति इति भवति. वस्तुतः धातु यत् अस्ति तत्तु वस्तुतः धातुः अस्ति, तत् भवादिगणीयधातुः अस्ति, श्रु इति भवादिगणीयधातुः अस्ति, अदादिगणीयधातुः नास्ति, परन्तु केवलं छन्दसः कृते अदादिगणीयधातुः चिन्तयित्वा शपः लुक् भवति, श्रीयोगः अर् सर्ति इति भवति. सर्ति केवलं छन्दसि भवति, यतोहि स्टिप् प्रत्यय केवलं छन्दसि इत्युक्ते सूत्रे भवति, यतोहि स्टिप् प्रत्यय केवलं सूत्रे वेद अपि अस्ति, परन्तु अत्र तस्य अर्थः अस्ति सूत्रे, अतः वेद मध्ये आगच्छति वा इति अहं न जानामि, परन्तु छन्दसः तस्य अर्थः वेद अपि अस्ति, अत्र तस्य अर्थः अस्ति सूत्रे, तर्हि सर्ति अर्ति इति प्रयोगः केवलं सूत्रे एव वयं द्रष्टुं शक्नुमः. सर्ति सर्तः सर्ति इति प्रयोगः किं न स्थलेषु केवलं सर्ति केवलं सूत्रे भवति, तत्र तिङन्तपदं नास्ति, तिङन्तपद सर्ति सर्तः सर्ति सर्ति किमपि नास्ति, तत्र तिङ् प्रत्ययः नास्ति, तत्र सर्ति तस्य अर्थः केवलं सृ धातु. इदानीं तु सृ धातु धौ भवति इत्युक्ते लट् लकारे धौति धौतु न चिन्तयतु, धौ अस्ति चेत् किं भवति, न अत्र अस्ति खलु सृ स्थाने स्थाने सृ स्थाने धौ भवति, परन्तु तस्य क्रियापदं किं भवति, ओ धावति धावति धावति, तर्हि तदेव लिखितमस्ति खलु, पूर्वं लिखितमस्ति खलु धौ, तद् धौ इति वस्तुतः स्त्री इति धात्वादेशः अस्ति. अस्तु, किन्तु षित् प्रत्यये नास्ति इत्युक्ते श्रुतवान् श्रुतवती किन्तु धावति. अस्तु, लृट् लकारे किं भवति, लृट् लकारे सृ प्रायः सृ इति सृ तस्य किं भवति, सरिष्यति न कृ पश्यामः चेत् करिष्यति भवति खलु, प्रायः सरिष्यति वा भवति, करिष्यति, परन्तु तत्र अपि धौ न आगच्छति. आम् सत्यं सत्यं, तर्हि षित् प्रत्ययः परे अस्ति चेत् सृस्थाने धौ भवति, तत्र धौ योगः अयोगः तिप् धावति इति रूपं भवति, तर्हि धावति इति रूपं यत् अस्ति तत्र सृ इति धातुतः अपि भवितुं शक्नोति, धाव् इति धातुतः अपि भवितुं शक्नोति. तत्र अर्थं समानमेव अस्ति, गमनं, सरणं, गमनम् इति. तर्हि एतद् एतद् अस्ति. तर्हि किमपि सूत्र किमपि नास्ति, सरलमेव अस्ति. धात्वादेशः साक्षात् लिखितमस्ति, परन्तु मुख्यबिन्दु किम् अस्ति, शित् प्रत्यये परे अस्ति चेदेव धात्वादेशः भवति, नो चेत् न भवति इति. तत्र सरिष्यति भवति, ऋकार अस्ति खलु, तत्र अर्ति भवति, तत्र छकारः कथम्? छकारः कुत्र आगच्छति? ऋच् भवति खलु, न तत् साक्षात् लिखितमस्ति, रु स्थाने ऋच् इति भवति. ओ तत्र छकारस्य इषु गमयमां किमपि नास्ति, न अस्तु अस्तु रु इति धातुः अस्ति चेत् ऋच् इति भवति, रुच्छति, रुच्छतः, रुच्छन्ति. अस्तु, तैः सर्वे अवगच्छन्ति खलु तत्र अर्ति किमर्थमस्ति. तत्र अर्ति वस्तुतः रु प्रत्ययः, सर्ति वस्तुतः सृ प्रत्ययः, तत्र सृ धातुः, तत्र अग्रे ष्टि प्रत्ययः आगत्य तत्र सार्वधातुकार्धधातुकयोः इति सूत्रेण अर्ति सर्ति इति भवति. महोदय, वयं तु पूर्वमेव पठितवन्तः तत्र अङ्गस्य परिवर्तनम् एकं सोपानम् अस्ति, एतत् एव वा? आम्, धात्वादेश. आम् अस्तु, आम् आम् सत्यम्. अस्तु, अग्रे गच्छामः. महोदय, धन्यवादः महोदय, तत्र अग्रे को अस्ति? मदर महोदय पठतु. कथं जानीमः, कथं जानीमः? आं महोदय, कथं जानीमः शिप् कर्तर्थकप्रत्ययः प्रत्ययः इत्यनेन यत् किमपि विधीयते धातुभ्यः प्रातिपदिकेभ्यः च तस्य नाम प्रत्ययः. शिप् धातुभ्यः विधीयते, अतः प्रत्ययः. धातुभ्यः विधीयमानाः प्रत्ययाः द्विविधाः, तिङ् कृत् च, कृदन्तिङ् इति सूत्रेण यः प्रत्ययः धातुभ्यः विधीयते अपि च तिङ् नास्ति स च कृत्. ष्टिप् अष्टादशासु तिङ्प्रत्ययेषु नास्ति इत्यस्मात् अयं कृत्. कर्तृषप् इति सामान्यसूत्रेण कर्तृकृत् कर्तृकृत् इति सामान्यसूत्रेण सर्वे कृत् प्रत्ययाः कर्तार्थकाः. तदा कैश्चित् विशिष्टसूत्रैः परिगणिताः कृत् प्रत्ययाः कर्मण्यार्थे, तेषु च स्टिप् नास्ति, अतः कर्तरीकृत् इत्यनेन कर्त्रार्थकः एव. अत्र शिप्त् इति कर्त्रार्थके किमर्थं भवति इति प्रश्न उदेति. प्रत्ययः इत्युक्ते यत् धातुभ्यः विधीयते तत् प्रत्ययः भवति. प्रत्ययः तिङ् वा श्रित्वा कृत्वा भवति. क्षिप्त नाम तस्य क्षिप् कथं कर्तुकर्ते इति तिङ् कृच्च कृति सूत्रेण प्रत्ययः धातुभ्यः विधीयते. अत्र प्रत्ययः तिङ् नास्ति, तिङ् नास्ति वा प्रिप्त अस्तु अहं वदामि. तत्र प्रत्ययः प्रत्ययः प्रत्ययः इति पाठः अस्ति, तृतीयपाठः. तत्र प्रत्ययस्य अधिकारः अस्ति तृतीय चतुर्थ पञ्चमपाठे पाठे पाठेषु यत् यत्किमपि आगच्छति तत् धातुभ्यः अथवा प्रातिपदिकेभ्यः अनन्तरम् आगच्छति, तत् प्रत्ययः अस्ति इति. इदानीं स्तिप् अपि धातु अनन्तरम् आगच्छति, अतः धातुप्रत्ययः अस्ति स्तिप्. इदानीं धातु अनन्तरं ये प्रत्ययाः सन्ति ते द्विविधाः सन्ति, तिङ् अथवा कृत् इति, तिङ् अथवा कृत्. तर्हि तत्रापि किञ्चित् अधिकम् अपि अस्ति, तत्र केचन प्रत्ययाः अन्ये अपि सन्ति, धातुप्रत्ययाः अपि सन्ति, तत् आशदेशिकप्रत्ययः अपि सन्ति, तत्र भिन्नम् अस्ति, परन्तु कृत् अस्ति अथवा तिङ् अस्ति. तर्हि कृदतिङ् इति सूत्रेण वयं ज्ञातुं शक्नुमः यत् कृत् अतिङ् कृत कृत् अतिङ् यः प्रत्ययः तिङ् नास्ति सः कृत् अस्ति. तर्हि इदानीं स्तिप् इति अष्टादश तिङ् प्रत्ययेषु नास्ति खलु, अतः कृत् अस्ति. तर्हि स्तिप् इति कृत् प्रत्ययः अस्ति. कर्तरीकृत् इति सामान्यसूत्रेण एक सूत्रमस्ति कर्तरीकृत्, तत् सूत्रं वदति यत् सामान्यतया सर्वे कृत् प्रत्ययाः कर्तृर्थक एव सन्ति, केचन कृत् प्रत्ययेषु कृते भिन्नविशिष्टसूत्राणि सन्ति. ते सूत्राणि सन्ति चेत् ते प्रत्ययः कर्मणि अथवा भावे प्रयोगे भवन्ति, परन्तु स्टिप् इति कृते कोऽपि विशिष्टसूत्रं नास्ति, अतः कर्तृकृत् इति सूत्रेण स्टिप् यः कृत् प्रत्ययः अस्ति तत् कर्तृ अर्थके भवति, कर्तृर्थके भवति, अतः तदनन्तरं कर्तृशप् तस्य कार्यं भवति, शप् प्रत्ययागच्छति. परन्तु मुख्यमस्ति यत् स्टिप् इति तिङ् प्रत्ययः नास्ति, तिङ् प्रत्ययः नास्ति अतः किं भवति, तिङ् प्रत्ययः नास्ति अतः कृत् भवति, कृत् प्रत्ययः कृदन्त अस्ति खलु, कृत् प्रत्ययः भवति, कृत् प्रत्ययः भवति, अतः तत्र कर्तृकृत् इति सूत्रेण सामान्यसूत्रेण तत् कर्तृर्थके अस्ति. तर्हि स्टिप् प्रत्ययः कर्तृर्थके इति भवति. अस्तु अग्रे. ये प्रत्ययः कर्तरि नास्ति ते उदाहरणमस्ति तव्यत् अनियत् किं महोदय तथा एव वा? आम् तव्यत् अस्ति अनियर् अस्ति शत्रुशानपि कर्तर्थके अस्ति न शत्रु कर्तरि अस्ति शानच् कर्तरि आम् किन्तु शानच् तु कर्तरि अपि भवितुं शक्नोति नो चेत् कर्तरि परन्तु तव्यत् अस्ति तव्यत् अनियत् सत्यं कर्मणि एव कर्मणि अस्तु. तर्हि अग्रे मदन महोदय अग्रे पठतु. आं महोदय. लह कर्मणि च भावे च कर्मकेभ्यः इत्यनेन लकारः तेषां स्थाने तिङ् च त्रिषु अर्थेषु भवन्ति कर्तरि कर्मणि भावे च. तयोरेव कृत्यक्तकलार्थः इत्यनेन कृत्सु प्रत्ययेषु कृत्यप्रत्ययः प्रत्ययः कलर्ताः च प्रत्ययाः भावे कर्मणि एव भवन्ति. एतान् विहाय सर्वे कृत् प्रत्ययाः कर्तरिकृत् इत्यनेन कर्त्रार्थकाः इति सामान्यस्थितिः. तर्हि अत्र किमस्ति, लह कर्मणि च भावे लह कर्मणि च भावे च अकर्मकेभ्यः इति सूत्रेण लकाराणां स्थाने नाम लट् लोट् लम्बिति लिङ्गशलकाराः सन्ति तेषां स्थाने ये तिङ् प्रत्ययाः आगच्छन्ति ते तिङ् प्रत्ययाः त्रिषु अर्थेषु भवितुं शक्नोति कर्तरि कर्मणि भावे. तर्हि तिङ् प्रत्ययाः सन्ति अष्टादश तिङ् प्रत्ययाः ते कर्तरि अपि भवितुं शक्नोति कर्मणि अपि भवितुं शक्नोति भावे अपि भवितुं शक्नोति. तदनन्तरं कृत् प्रत्ययाः ये सन्ति कृत् प्रत्ययः सामान्यतया कर्तृकृत् इति सूत्रेण कर्तृतकः भवन्ति. तदनन्तरं केचन प्रत्ययाः सन्ति ते कर्मणि अथवा भावे प्रयोगे भवन्ति तेषां कृते विशेषसूत्राणि सन्ति. केचन सूत्राणि सन्ति तयोरेव कृत्यक्तखलार्थाः इति सूत्रेण कृत्सु प्रत्ययेषु ये कृत् प्रत्ययाः सन्ति तेषु कृत्यप्रत्ययः नाम एक कृत्य इति प्रायः गणः अस्ति तत्र क्तप्रत्ययः अथवा खलर्थप्रत्ययः अस्ति तत् अत्र तस्य महत्त्वं नास्ति। ते प्रत्ययः अस्ति छन्ति चेत् भावे अथवा कर्मणे भवन्ति। एतान् विहाय सर्वे कृत्प्रत्ययः कर्तृकृत् इति सूत्रेण कर्तृतमः। तर्हि धातु अनन्तरं ये प्रत्ययाः सन्ति तिङ् भवितुं शक्नोति, कृत् भवितुं शक्नोति। तिङ् प्रत्ययः लकारस्य स्थाने आगच्छन्ति, ते प्रत्ययः कर्त्री अपि कर्मणि अपि भावे अपि भवितुं शक्नुवन्ति। ये कृत् प्रत्ययाः सन्ति ते सामान्यतया कर्तृतकाः सन्ति कर्तृकृत् इति सूत्रेण। कुत्रचित् कुत्रचित् केचन केचन प्रत्ययाः सन्ति तेषां कृते विशिष्टसूत्रमस्ति, तयोरेव कृत्यकर्तकरार्थाः इति सूत्रेण केचन प्रत्ययाः भावे अथवा कर्मणि अर्थे भवन्ति। तान् विहाय सर्वे प्रत्ययाः कर्तृकृत् इति कर्तृकृत् इति सूत्रेण कर्तृतक भवति। तर्हि इति केवलं मनसि स्थापयन्तु यत् सामान्यतया कर्तृप्रत्ययः कृत् प्रत्ययः कर्तृर्थके भवति इति। अस्तु, इदानीम् अग्रे गच्छामः। धन्यवादः महोदय। अत्र विजया महोदय अस्ति खलु? आं जि, पठतु अग्रे। इति यथावत् अत्रापि पा ग्र मा इति सूत्रे यङ् लुक् इत्यस्य प्रसङ्गः नास्ति, यतोहि सूत्रस्य निमित्तं षित् यस्मात् सार्वधातुकप्रकरणे एव प्रसक्तिः, यङ् लुक् च आर्धधातुकप्रकरणे अस्ति। अतः अत्र स्तिप् प्रत्ययस्य प्रयोगः केवलं सूत्रशैल्यर्थम् अर्थे सति च धातुनिर्देशः। तत्र यशुगमीयमां चः इति सूत्रं पूर्वं दृष्टवन्तः तत् एतत् विषये। अत्रापि प ग्र मा इति सूत्रे यङ् लुक् इत्यस्य प्रसक्तिः नास्ति, किमर्थं चेत् यङ् लुक् आर्धधातुकप्रकरण एव अस्ति। भो भूयते, भो भूयते, भो भूयन्ते इति आगच्छति। अत्र अत्र तत्र अत्र तथैव अहं वदामि, तत्र अधुना वयं न पठामः, तत्र भ्रमः भवति। अहं केवलं वदामि, मुख्यं केवलम् अस्ति यत् अत्रापि तत् वस्तुतः किम् अस्ति, स्टिप् प्रत्ययः इक् प्रत्ययः यत् अस्ति तस्य सूत्र अलङ्कारः अथवा छन्दः एकप्रयोजनम् अस्ति। एकम् अन्यप्रयोजनं तत्र यङ् लुक् प्रसङ्गे अपि भवितुं शक्नोति। अत्र तस्य यङ् लुकस्य प्रसङ्गस्य किमपि तत्र कार्यं नास्ति, अत्र केवलं सूत्रशैली नाम छन्दसः कृते एव अर्ति सर्ति लिखितमस्ति, अन्य किमपि प्रयोजनं नास्ति इति चिन्तयतु। तत्र तस्मात् तद्विहाय किमपि इदानीं वयं न कुर्मः, यतो यङ् लुक् बृहत् पाठः अस्ति, भिन्नपाठः अस्ति, तद् इदानीं वयं न पठामः। अत्र केवलं चिन्तयतु यत् इषुगमीयमाम् अथवा पागराध्मा इति सूत्रे इक् प्रत्ययः अथवा ष्टिप् प्रत्ययः अस्ति, तस्य कार्यं केवलं सूत्रशैली अथवा छन्द अथवा सूत्र अलङ्कारः, तस्य अर्थः केवलं धातुनिर्देशः इति। अस्तु महोदय, अग्रे पठतु। अधुना पा ग्र मा इति सूत्रे दृशि इति अस्ति, स अनुबन्धधातुः, दृशिर् निर्बन्ध निरनुबन्धधातु धातुः च दृश् कथं वा दृशि दृशिर् योगः इक् इत्युक्ते दृश् योगः इक् प्रत्ययः धातुभ्यः विहितः, नाशित् नावातिङ् इति कृत्वा आर्धधातुकः तस्मात् न शप्। अतः दृश् योगः इ इत्येव स्थितिः। इदानीम् अग्रे किमर्थं न सार्वधातुक आर्धधातुकयोः इत्यनेन गुणः न स्यात्। इक् प्रत्ययः खित् खित्वात् निति च इत्यनेन गुणनिषेधः अस्ति, अतः दृश् योगः इ दृशि एव तिष्ठति तत्र। अधुना पा ग्र मा इति सूत्रे दृशि इति अस्ति, बृहत् तत्र सूत्रमस्ति, तत्र सूत्रे दृशि इति अस्ति, स अनुबन्धधातुः दृशि, निर अनुबन्धधातुः च तत्र दृश् कथं वा दृशि इति तत्र प्रश्नः उदेति. दृशिर् इत्युक्ते दृशिर् योगः इक् तत्र एतत् सर्वं इक् ककारः हलन्त्यं तस्य लोपः इति सूत्रेण इत् भवति, इकारः एव तिष्ठति. दृश् योगः इकारः, इक् प्रत्ययः धातुभ्यः विहितः न शित् न वा तिङ् इति कृत्वा आर्धधातुकः, तस्मात् न शप् अत्र, अतः दृश् योगः ई एव तिष्ठति तत्र रूपम्. इदानीम् अग्रे किमर्थं सार्वधातुक आर्धधातुकयोः गुणप्रसक्तिः तत्र नास्ति इत्युक्ते इक् प्रत्ययः कित् कित्वात् निति च इति अनेन गुणनिषेधः, अतः तत्र गुणकार्यं न भवति. दृश् योगः ई इत्युक्ते दृशि एव तत्र तिष्ठति. तर्हि दृश् दृशिर्धातुः अस्ति, तत्र लोके दृश् भवति निरस्थिरबन्धु निर अनुबन्धधातु, तत्र इक् प्रत्ययः आगच्छति, तत्र दृश् योगः इ, तत्र सार्वधातुकप्रत्ययः नास्ति यतोहि तत्र तिङ् नास्ति चित् नास्ति, अतः आर्धातुकप्रत्ययः, अतः शप् इति किमपि नागच्छति मध्ये, दृश् योगः इ एव भवति. तदनन्तरं सार्वधातुक आर्धातुकयोः तत्र अत्र अत्र वस्तुतः सार्वधातुक आर्धातुकयोः इत्यनेन गुणः इति सत्यं नास्ति, पुगन्तलघुपदस्य च इति सूत्रेण गुणः भवितुं शक्नोति, प्रसक्तिः अस्ति, यतोहि उपधायां ह्रस्व ऋकारः अस्ति, परन्तु प्रसक्तिः अस्ति परन्तु गुणः न भवति. किमर्थं न भवति? न भवति यतोहि निति च इति सूत्रेण इक् प्रत्ययः कित् अस्ति, अतः निति च इति सूत्रेण गुणनिषेधः भवति, अतः दृशि भवति न तु दर्शि इति. सर्वे आगच्छन्ति वा? अस्तु, इदानीम् अग्रे यङ्ग् लुक् प्रसङ्गस्य विषये किमपि लिखितमस्ति तद् वयं पठामः. यङ्ग् लुक् इत्युक्ते किं, तत्र किमस्ति उदाहरणम् इति. अस्तु, तर्हि विजि महोदय पठतु. यङ्ग् लुक् प्रसङ्गे प्रत्ययसूत्रस्य अलङ्कारार्थम् उपयुज्यते पाणिनिना इति उक्तं, ततः अग्रे अन्यत् एकं प्रयोजनं भवति. कुत्रचित् सूत्रेषु धातोनिर्देशे धातोः स्थिप्रत्ययोः भवति, येन यङ्ग् लुकि तस्य सूत्रस्य कार्यं तस्य धातोः कृते न स्यात् इति प्रदर्शनार्थम्. अत्र बहुना जिज्ञासा व्युत्पन्ना यङ् लुघन्तं नाम किम्, अतः तस्मिन् सम्बन्धे किञ्चित् उपस्थाप्यते परिचयत्वेन. अग्रे महोदय, पाणिनेः धातुपाठे द्विसहस्रं धातवः सन्ति. भूः भू दा पट् लिख् ज्ञा क्रि इत्यादयः द्विसहस्रे धातुषु अस्माकं बहवः परिचिताः. इमे पाणिनीयधातुपाठे स्थिताः सर्वे धातवः औपदेशिकधातवः इति उच्यन्ते. तदा द्वादशप्रत्ययाः सन्ति येभ्यः धातुभ्यः विधीयन्ते. यदा इमे प्रत्ययाः विहिताः भवन्ति तदा नूतनधातवः निष्पन्नाः भवन्ति. येषाम् अस्माभिः नूतनया निष्पादितधातूनां नाम आदिदेशिकधातवः. यथा णिच् प्रत्ययस्य संयोजनेन निजन्तधातुः निष्पन्नः, लिक् इति औपदेशिकधातुः तस्मात् यदा निच् विहितो भवति तदा लेखि इति नूतन निजन्तधातुः निष्पन्नः अयं च आतिदेशिकधातुः सन्नन्दधातवः अपि तथा कृ इति औपदेशिकधातुः चिकीर्ष इति सन्नन्तः आतिदेशिकधातुः लटि चिकीर्षति द्वादशसुप्रत्ययेषु यङ् प्रत्ययः अन्यतमः वारं वारम् अथवा अधिक अधिकम् इत्यस्मिन् अर्थे भवति यथा निच् अपि च सन् अस्य यङ् प्रत्ययस्य धातुना संयोजनेन नूतनधातुः निर्मितः भवति तदा इगन्तधातुः इति वदामः यङ् प्रत्ययस्य किञ्चन वैशिष्ट्यम् अस्ति यत् तस्य लोपः लुक् अपि भवितुम् अर्हति यत्र यङः लुक् भवति तत्र यङ् लुगन्तधातुः इत्युच्यते यगन्तानां यङ् लुगन्तानां च अर्थः समानः परन्तु रूपं भिद्यते यङ् लुगन्तधातवः अधादिकाः इत्युच्यन्ते यतोहि तत्र शपक लुक् भवति अधादिगणवत् अन्ये सर्वे आदिदेशिकधातवः भुवादिगणीयाः यथा सन्नन्ताः निजन्ताः यघन्ताः तेषां सर्वेषां कृते सप्तकर्णप्रत्ययः भवति अस्तु तर्हि इदानीं किमस्ति तर्हि वयं सर्वे जानीमः यत्र धातूनाम् अनन्तरं प्रत्ययाः भवन्ति तत्र प्रत्ययेषु द्वादशप्रत्ययाः सन्ति ते कश्चन विशिष्टप्रत्ययाः सन्ति ते प्रत्ययाः यदा आगच्छन्ति तदा धातुः यत् तदा यत् भवति तदपि धातुः एव अस्ति तर्हि धातुपाठे ये धातवः सन्ति ते सर्वे औपदेशिकधातवः सन्ति मूलधातवः सन्ति तदनन्तरं द्वादशधातुप्रत्ययाः सन्ति तेषां योजनेन नूतनधातुः निष्पद्यते तद् सः धातुः यत् निष्पद्यते सः आतेदेशिकधातवः धातुः अस्ति तर्हि तत्र द्वादशप्रत्ययाः के के सन्ति तत्र णिच् प्रत्ययः अस्ति यथा णिच् प्रत्ययः अस्ति चुर्योगः णिच् नूतनधातुः भवति चोरी तर्हि तत् यत् नूतन अङ्गं यत् नूतनं रूपं भवति तदपि धातुः एव अस्ति आतिदेशिकधातुः चोरी तथैव सनन्त इति सन् प्रत्ययः अस्ति सनन्त अपि अस्ति चेत् धातुः अस्ति तथैव यङ् इति प्रत्ययः अस्ति यङन्त अपि धातुः अस्ति तत्र यङ् तस्य अर्थं किमपि यदि कार्यं यदि वयं वारं वारं कुर्मः अथवा अधिकाधिकं कुर्मः तत्र यङ् प्रत्ययस्य तत्र कार्यं भवति यथा यदि अहं वद यथा यदि मम विवक्षा अस्ति रामः वारं वारं लिखति तर्हि रामः वारं वारं लिखति इति तु सत्यमस्ति सम्यक् प्रयोगः अस्ति परन्तु वारं वारं लिखति तस्य कृते यङ् धातोः अपि यङ् प्रत्ययस्य अपि प्रयोजनं कर्तुं शक्नुमः तत्र यङ् रूपं भवति रामः लेलिख्यते रामः लेलिख्यते तस्य रामः वारं वारं लिखति अथवा रामं लेलिख्यते इति भिन्नरूपम् अस्ति तस्य अर्थं समानम् एव वारं वारं तर्हि यङ् प्रत्ययस्य तत्र प्रयोजनम् अस्ति वारं वारम् अथवा अधिकाधिकम् इति सूचनार्थं तर्हि यङ् प्रत्यय यङन्तधातुः अस्ति तस्य यङ् प्रत्ययस्य एकं वैशिष्ट्यम् अस्ति यत् तस्य लुक् अपि भवितुं शक्नोति लोपः अपि भवितुं शक्नोति यदा तस्य लोपः भवति तदा यङ् लुगन्तधातुः इति भवति तर्हि यङ् अस्ति चेत् यङन्तधातु यङ् लुक् भवति चेत् यङ् लुगन्तधातु तयोः अर्थः समानः अस्ति परन्तु रूपः भिद्यते कुत्रचित् यङन्त कर्तुं शक्नुमः कुत्रचित् यङ् लुगन्त कर्तुं शक्नुमः तर्हि अर्थः समानमेव वारं वारं तर्हि इदानीं केवलं चिन्तयतु यत् यङ् कश्चन प्रत्ययः अस्ति तत्र यदा यङ् प्रत्ययः कस्यापि धातुः अनन्तरम् आगच्छति प्रथमं तु सः धातुः यद्भवति तदपि नूतनधातुः भवति तद्धातुः यङन्तधातुः इति उच्यते यङ् इति प्रत्ययस्य लोप अपि भवितुं शक्नोति लोप भवति चेत् यङ् लुगन्तधातुः निष्पद्यते यङन्त भवति नो चेत् यङ् लुगन्त भवति, तयोः अर्थः समानः। कोऽपि क्रिया यदि वारं वारम् अथवा अधिकाधिकं कुर्मः तत्र यङ् प्रत्ययस्य अथवा यङ् लुगन्तस्य तत्र प्रयोजनं भवति। तर्हि इदानीम् अग्रे वयं पश्यामः, द्रक्ष्यामः अग्रिमरविवासरे, यत्र यङ् प्रत्ययः अस्ति चेत् तत्र, अथवा यङ् लुगन्त अस्ति चेत् तत्र ष्टिप् प्रत्ययस्य प्रयोजनं किं भवति इति वयम् अग्रे पठामः। परन्तु इदानीं केवलं चिन्तयतु यत् यङ् तस्य अर्थः किम्, अर्थः किम्, अर्थः कः, तस्य कार्यं कुत्र भवति, तस्य यत् यदा यङ् प्रत्ययस्य योजनं भवति तद् सः धातुः नूतनधातुः भवति इति, केवलं केवलम् एतादृशम् एव चिन्तयतु, अन्य किमपि मा चिन्तयतु। अतः बृहत् दीर्घः पाठः अस्ति, तदनन्तरं वयं यङ् लुगन्तकृते वयम् अग्रिम बहुकालानन्तरं पाठः आगच्छति तदा वयं पठामः। अस्तु, इदानीं वयं विरमामः। यङ् लुकि इत्युक्ते द्वित्वं भवति खलु तत्र, लेलिक् लेलिक् इति, अतः तत्र जुहोत्यादिगणे अस्ति वा एतत्? न न न, जुहोत्यादिगणः भिन्नम् अस्ति, द्वित्वं केवलं जुहोत्यादिगणे अस्ति इति किमपि नास्ति, द्वित्वम् अन्यस्थाने अपि भवितुं शक्नोति। द्वित्वम् अस्ति अतः एव पृच्छामि, धन्यवादः जि। अस्तु, तर्हि इदानीं विरमामः। प्रश्नः अस्ति वा? पाघ्राध्मा तत् सूत्रं सर्वत्र कार्यं करोति खलु, सर्वेषु गणेषु भवति, यत्र कुत्रापि शित् अस्ति। आम्, न पृथक् पाघ् पाघ् पाद धातु यत् गणे अस्ति तत्र एव कार्यं करोति। आम् अस्तु, किन्तु तत्र सर्वे धातवः तु भवादिगणे न सन्ति खलु? न, इति किमपि नास्ति। अस्तु, यथा इषु गमीयमां मध्ये इष् धातुः भवादिगणे नास्ति खलु? आम् आम्, किन्तु तत्र घ्रा अस्ति, तत्तु जुहोत्यादिगणे अस्ति खलु? घ्रा जुहोत्यादिगणे नास्ति महोदय, नास्ति वा? न न, घ्रा इति भवादि एव अस्ति। जिघ्र जिघ्रमध्ये जिघ्रमध्यत्वं नास्ति। तदेव पृच्छामि, अतः जिघ्रा मध्ये द्वित्वं नास्ति, तत्र धातुवादेशः एव। अस्तु, धन्यवादः जि, सम्यक्, धन्यवादः। हरि ओं महोदय, हरि ओं महोदय, धन्यवादः महोदय, धन्यवादः महोदय। एकनिमिषम् अस्ति, पश्यतु, पृच्छतु। अस्तु, भवान् एक्सर्सैस् कृतवान् खलु, गम् योग स्टिप्, तत्र छेच अपि कार्यं करोति खलु? आम्। अस्तु, प्रथमं तु चकारः, अनन्तरं चकारः, अनन्तरमेव अस्तु, सो रूपं तु समान, गच्छति गच्छति एव। अस्तु अस्तु, सो कुत्रापि चकारः आदेशः भवति चेत् तत्र द्रष्टव्यं, ह्रस्व स्वर अस्ति चेत् चकार अपि आदेशः। अस्तु, धन्यवादः महोदय, धन्यवादः, शुभ शुभ।